पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 141 महादेव उवाच ततो देवि प्रवक्ष्यामि हिरण्यासङ्गमादनु धर्मावती नदी यत्र सङ्गदा सह गङ्गया तत्र स्नात्वा नरो धन्यस्त्रिदिवं यात्यसंशयं यत्र धर्मकृतं तीर्थं यः पश्यति स पुण्यभाक् श्राद्धं तत्रैव ये कुर्युर्मुच्यन्ते पितृजादृणाद् ततश्च मधुरातीर्थम् सर्वपापप्रणाशनं स्नातव्यं मधुरातीर्थे द्रष्टव्यो मधुहाहरिः यत्र विंशान्धवान् कृष्णो जरासन्धभयाकुलः कंसासुरवधे वृत्ते गन्तुकामकुशस्थलीम् उषित्वा सप्तरात्रं तु स देवश्चन्दनातडे भोजवृष्ण्यन्धकवृतो वीरैरादवपुङ्गवैः मधुरातीर्थमासाद्य स्नानं कृत्वा विधानतः मधुरादित्यनामानं यत्र स्थापितवान् हरिः अष्टादशसहस्राणि विप्राणां यज्ञशालिनां स्थापयित्वा ययौ दत्त्वा यानानि विविधानि च तत्र तीर्थसहस्राणि तिष्ठन्ति च सुरेश्वरी श्राद्धं तत्र प्रकर्तव्यं पितॄणां हितकाम्यया न भेदव्यं जरासन्धान्मत्तीर्थे वसदां सदा इत्युक्त्वा तान् द्विजान् कृष्णः प्रययौ द्वारकां प्रति तस्मिंस्तीर्थे नरस्नात्वा मधुरार्कं प्रपूजयेत् माकस्य शुक्लसप्तम्यां कपिला गोप्रदानदः चिरं सौख्यानि भुङ्क्त्वेह पदमादित्यमाव्रजेद शृणु सुन्दरि वक्ष्यामि इतिहासं पुरातनं यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादिपादकाद् एकस्मिन् समये देवि माण्डव्यो ऋषिसत्तमः गङ्गाद्वारे महापुण्यं तप्तवांस्तु महत्तपः पत्राशी च फलाशी च वायुभक्षकरः सदा अहोरात्रं सदा देवि विष्णुध्यानपरायणः योगाभ्यासरदो नित्यं नित्यं धर्मपरायणः तस्मिन् देशे तु वै देवि राजा वै विश्वमोहनः गजाश्वरथपत्तीनां सम्पदो बहुला भुवि सोमचन्द्रेदि विख्यातः पुत्रस्तस्य सुलक्षणः एकतादु तदा देवि गतो ह्याखेटके वने तत्र गत्वा तदा तेन कृत्वा ह्याखेडकक्रियाः स्वात्मानं रमयामास स्वलोकैः परिवारितः क्रीडारदे तदा राज्ञिरात्रिर्जादा सुरेश्वरि तस्यां रात्रौ तदा राजा उवास खेडके वने तस्यां रात्र्यां व्यदीतायां मुहूर्ते ब्रह्मसंज्ञके हृदोश्वोथविशेषेण चौरेणात्र चातुरात्मना तथा हा हेदि शब्दो भूत् क्व गध क्व गदो हरिः तदा राज्ञो भयात् सर्वे गन्धुकामाः समुत्सुकाः चौरेणापहृतश्चाश्व इत्येवं संवदन्ति हि निरीक्ष्यमाणास्ते सर्वे हरिद्वारं समागताः ऋषिस्तत्र तु माण्डव्यस्तपस्तपदि नित्यशः ध्यानेन च समायुक्तो दृष्टोऽसौ तैर्भटैस्तदा अयं चौरः सदा पापी ध्यानं कृत्वा प्रतिष्ठति बद्ध्वाश्वं तु समायादो ज्ञात्वा राजभटैस्तदा एवं विचार्यते सर्वे गृहीत्वा तं महामुनिं राज्ञे निवेदयामासुस्तं चौरं मुनिसत्तमम् अश्वापहारीह्यानीतश्चौरोऽयं नृप सर्वदा आज्ञा दत्ता तदा तेन शूलिकारोपणे पुनः तदा तैस्तु भटैः सर्वैर्मिलित्वा बन्धनं कृतं पश्चाद्वै शूलिकाप्रोदस्तत्क्षणात् कृतस्तदा न ज्ञातं तेन तत्कर्म शूलिकाया प्रदोदनम् यतो योगसमारूढो विष्णुध्यानपरायणः शूलिकाप्रोदनं ज्ञातं कदिचित् कालयोगदः माण्डव्योऽहं ऋषिश्रेष्ठ केन कर्म इदं कृतम् त्रिकालज्ञानी सर्वज्ञो भगवांस्तद्व्यचिन्तयद धर्मस्य च इदं कर्म न चान्यस्य कदाचन योगारूढः स धर्मात्मा गतोऽसौ धर्मसंनिधौ तत्र गत्वा उवाचेदं शृणुत्वं धर्मसाम्प्रतं त्वं वै धर्म इति ख्यातो लोके वेते च सर्वदा शूलिकाप्रोदनं कर्म कथं चैव त्वया कृतं तत्सर्वं श्रोतुमिच्छामि त्वत्तो देवनसंशयः धर्म उवाच शृणुष्व त्वं द्विजश्रेष्ठ पूर्वजन्मनिपादकं तदहं कथयिष्यामि कृपां कुरु ममोपरि बालत्वे तु इदं कर्म पूर्वजन्मजपादकं तच्छृणुष्व महाप्राज्ञभवेस्मिन् पादनं कृतं एकस्मिन् समये विप्रत्वं गदो विजने वने तत्र गत्वा त्वया विप्र जीवशलभ संज्ञकः आरोपितस्स वै शूल्यां कर्मणा तेन दुःखितः राज्ञा शूलेऽर्पितस्त्वं वै कर्मणानेन सुव्रत सर्वथैव प्रभोक्तव्यं कृतं कर्म शुभाशुभम् अल्पमात्रमिदं कर्म त्वया भुक्तं न संशयः सुखी भवतु विप्रेन्द्र गच्छत्वं हि यथेच्छया एतद्वाक्यं तद श्रुत्वा माण्डव्यो द्विजसत्तमः उवाच वचनं तत्र सकोपादारुणे क्षणः माण्डव्य उवाच रे पापिष्ठ दुराचार किं कृतं बहुपादकं येन कृत्वा इदं कर्म शूलिकायाः प्रदोदनं मम वाक्यप्रकोपेन शूद्रस्त्वं भव सर्वथा कियदा कालयोगेन वंशे वै चन्द्रसंज्ञके जादो विदुरनामाख्यो विष्णुभक्तिपरायणः तीर्थयात्रामिषेणैव गतसाभ्रमदीं नदीं यत्र धर्मावदी सङ्गो वर्तते च सुरेश्वरि तत्र वै कृतवान् स्नानं विदुरो धर्मरूपवान् त्यक्तं तत्र हि शूद्रत्वं धर्मावत्यां न संशयः एतस्मात् कारणाद्देवी यत्र स्नानं प्रकुर्वते ते नरा पुण्यकर्माणो गच्छन्ति परमं पदम् अत्र श्राद्धं च दानं च ये कुर्वन्ति नरा भुवि इहलोके परामृद्धिं प्राप्य तैर्दिविमुद्यते इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे साभ्रमदीमाहात्म्ये मधुरादित्यमाहात्म्यं नामैकचत्वारिंशदधिकशततमोऽध्यायः ॐ